नमस्कारः. अस्माकं व्याकरणवर्गे सर्वेषां स्वागतं. गुणकार्यस्य अभ्यासः इति विषयः प्रवर्तमानः अस्ति. तत्र अभ्यासः आरब्धः. गतवर्गे वृत् इति धातुं पर्यन्तं वयं प्राप्तवन्तः. अधुना ततः अग्रे कुच् इति धातुः अस्ति. गीताञ्जलि भगिनी वदतु. कुच् कुच् इति भ्वादिगणे अस्ति. तदनन्तरं विकरणप्रत्यय शप् अस्ति. यदि लट् रूपम् इच्छामि चेत् कुच् योगः शप् योगः ति इति आयाति. शप् इति शित् अपि च पित् भवति. शित् इति लशक्वतधिते कारणेन भवति. पित् इति हलन्त्यं कारणेन सूत्रेण भवति. अ अवशिष्यति. अधुना कुच् योगः अ योगः ति इति भवति. कुच् अन्तिम अन्तिमरु कुच भ्वादिगणे अस्ति चेत् गुणकार्यं भवति. अत्र गुणकार्यं किमर्थं भवति? शप् इति तिङ्क्षित् सार्वधातुकं सूत्रेण संज्ञा सार्वधातुकं संज्ञा प्राप्नोति. यदि सार्वधातुकं संज्ञा प्राप्नोति चेत् सार्वधातुकार्धधातुकयोः कारणेन गुणसंज्ञा भवति इति. गुणसंज्ञा नास्ति, गुणकार्यम्. क्षम्यतां भगिनि, गुणकार्यम् अत्र केन सूत्रेण भवति? गुणकार्यं सार्वधातुकार्धधातुकयोः कुत्र अस्ति वर्णः? एकक्षणं भगिनि, क्षम्यतां. कुत्र अस्ति इक्वर्णः? षित् अपि च न न अत्र धातोः मध्ये कुत्र अस्ति इक्वर्णः? धातोः मध्ये इक्वर्ण इक् इति इ ऋ अस्ति. अत्र कु इति अस्ति. कुत्र अस्ति धातो? न न एकक्षणं, या वदन्ती अस्ति सा एव वदति. अन्य सहायं अकरोतु. तस्याः चिन्तनं भवतु, नो चेत् अवगमनं न भवति. अस्तु, कुच् इति धातोः कुत्र अस्ति इक्वर्णः? अन्ते अस्ति वा? उपधायाम् अस्ति वा? उपधायाम् अस्ति. उपधायाम् अस्ति चेत् केन सूत्रेण? तदनन्तरं पुगन्तलघुपदस्य च इति सूत्रेण. यदि उपधा इक् वर्ण अस्ति चेत् गुणकार्यं भवति. अस्तु, तर्हि अत्र केन सूत्रेण गुणः भवति? पुगन्तलघुपदस्य च. सत्यं सत्यं, अग्रे वदतु. क्षम्यतां भगिनि, अधुना न सम्यक् एव भगिनि, चिन्तनं सम्यक् समीचीनं. तादृशचिन्तनम् आवश्यकम् अस्ति, नो चेत् तत्र स्पष्टं मनसि स्पष्टता न आगच्छति. अत्र इक्वर्णः कुत्र अस्ति इति प्रथमतया द्रष्टव्यं खलु. धातोः अन्ते अस्ति वा, उपधायाम् अस्ति वा इति द्रष्टव्यं. तदनुसृत्य सूत्रं किम् इति मनसि आगच्छति. अस्तु, धातोः अन्ते अस्ति चेत् सार्वधातुकार्धधातुकयोः, अत्र तु उपधायाम् अस्ति. उपधायां लघु इक्वर्णः अस्ति, अतः पुगन्तलघुपदस्य च. सम्यक्. उकार यदि गुणकार्यं भवति चेत् को इति ओ आगच्छति. अत्र को कोच् इति भवति. कोच् योगः अ योगः इति कोचति इति निष्पन्नं भवति. सत्यं कोचति इति रूपम् अस्ति. सम्यक्, बहु समीचीनं भगिनि, सम्यक्तया उक्तवती. अपि च तत्र कुच् धातुः अन्यस्मिन् गणे अस्ति वा? न जानामि. पुस्तके दृष्टवती वा? पुस्तके किमपि सूचितं वा कुच् धातुः? त्रयः दातवः सन्ति खलु कुच् धातुः? त्रयः अस्ति भगिनि, किन्तु तुदादिगणे इति भ्वादि अपि च तुदादि, तुदादिगणे अपि अस्ति. समीचीनम् अस्ति. अस्तु अस्तु, समीचीनं, धन्यवादः. अग्रे लता भगिनी भवती एव वदतु, अत्र तुदादिगणे अस्ति चेत् किं भवति? एकनिमिष, यदि कुच् धातु तुदादिगणे भवति, कुच् तुदादि गणे अपि अस्ति, अतः तुदादिगणे षविकरणप्रत्ययः अस्ति. षकारः अस्ति चेत् गुणकार्यं भवितुं शक्यते, लेकिन् पकारः नास्ति, पित् नास्ति, अतः अपित् भवति, धातुः अपि भवति, अपित् भवति, चकारः न, न, एकक्षणं, कः अपित् भवति? पकारः अस्ति चेत् विकरणप्रत्यये. एकक्षणम्, एकक्षणम्, अत्र धातुः अपित् इति उक्तवती खलु? धातुः न, विकरणप्रत्यय, ऐम् सोरि, धातुः न, धातु कुच् धातु, तत्र उपादायाम् इक्वर्णः अस्ति, अतः लघु पुगन्तलघुपदस्य इति प्रसक्तिः शक्यते. एण्ड् शप् विकरणप्रत्यये शप् शिप् अस्ति, अतः अपि गुणकार्यं सम्भवति, लेकिन् शप् श विकरणप्रत्यये पकारः नास्ति, अतः गुणकार्यं बाधितः भवति. अतः सार्वधातुकम् अस्ति, षित् इति प्रत्यय अस्ति चेत् सार्वधातुकं संज्ञा अस्ति, परन्तु पित् नास्ति, अतः अपित् अस्ति. अपित् निद्वत् णित्वत् भवति, अतः गुणकार्यं बाधं करोति. केन सूत्रेण निद्वत् भवति? निति, निति, निति च. न, न, न, केन सूत्रेण निद्वत् भवति? निद्वत् सार्वधातुकम् अपित् सूत्रेण अपित् णित्वत् भवति. अतः कुच् सार्वधातुकम् इति गुणकार्यं भवितुं न शक्यते. किमर्थं कुच् किमर्थं अपकारः नास्ति किल, अपित् किल, अपित् निद्वत् भवति. निद्वत् मीन्स् गुणबाधकं करोति. निति च, निति च सूत्रेण गुणबाधकसूत्रः तत्, अतः सूत्रं गुण गुणनिषेधं करोति तत्. अतः कुच् प्लस् शप् न श विकरणप्रत्यये षित् शकारलोपं भवति, अतः अकार एव तिष्ठति. कुच् योगः अकारः अस्ति, कुचति एव, नाट् कोचति. अस्तु अस्तु, सम्यक्, समीचीनं, समीचीनम्. अस्तु, अत्र अत्र समीचीनमस्ति. तर्हि अत्र अत्र चिन्तनार्थं यदि अहं धन्यवादः भगिनी, अत्र अन्यः अन्यः कोऽपि वदतु. अत्र अत्र रमाबाई भगिनी वदतु, अत्र कुच् इति धातुः अस्ति, तस्य अनन्तरं यदि अत्र द्विवचनान्तप्रत्ययः तः इति अस्ति, तत्र किं भवति चिन्तनं किम्? कुच् इति भुवादिगणे अस्ति इति चिन्तयतु, भुवादिगणीयधातुः कुच्, तस्य अनन्तरं तत्र द्विवचने प्रथमपुरुषे द्विवचने द्विवचने तत्र किं भवति कार्यं तस् तस् इति प्रत्ययः अस्ति तत्र कुचति कुचतः कुचतः इति भवति तत्र चिन्तनं किम् तत्रापि तिङ् प्रत्यये एव अस्ति तत्र तिङ् प्रत्यये एव अस्ति किल न जानामि भगिनी हा चिन्ता नास्ति चिन्ता नास्ति एवमेव पृष्टवती अन्य कोऽपि किमपि वक्तुमिच्छति वा चिन्तनं विजयलक्ष्मी वदतु किम् अपि सार्वतात्मकं तत्प्रत्ययं तस्मात् निद्वत् भवति भगिनि हा वदतु मीना भगिनी सम्पूर्णतया वदतु कुच् पदार्थ चित् प्रत्यये कोचति इति भवति तस् प्रत्ययं फले तस् इति प्रत्ययः अस्ति द्विवचने तस् इति प्रत्ययः अस्ति तः इति रूपमस्ति तस् इति प्रत्ययः इति प्रत्ययम् अपि सार्वधातुकं भवति तस्मात् निद्वत् भवति तदनन्तरं ङिति इति प्रत्ययेन गुणवृद्धिनिषेधः भवति तस्मात् कुचतः समीचीनं समीचीनम् इत्युक्ते अत्र किमर्थम् एतादृशप्रश्नः कृतः इति चेत् यद्यपि तत्र अभ्यासे तस्य चिन्तनं नास्ति तथापि तत्र अस्माकं चिन्तनं भवतु इति कृत्वा अत्र तिप् इति प्रथमपुरुषे एकवचने तिप् इति प्रत्ययः अस्ति चेत् कथं भवति इति जानीमः परन्तु द्विवचनप्रत्ययः तस् इति प्रत्ययः अस्ति तत्र तः इति रूपं कथं तः इति निष्पन्नम् इति भिन्नविषयः अनन्तरं पश्यामः परन्तु तः इति प्रत्ययः कीदृश प्रत्ययः इति चिन्तनं भवेत् तत्र प्रत्ययस्य स्वभावः कः इति चिन्तनं भवेत् कुत्रचित् कस्यचित् गृहे ध्वनिः अस्ति कृपया म्यूट् कुर्वन्तु हा तस् इति प्रत्ययस्य स्वभावः कः इति पश्यामः चेत् तर्हि तस् इति प्रत्यये पित्वं नास्ति पकारः इत्यस्य सः नास्ति अतः अपित् तर्हि पुनः तथैव चिन्तनं भवति अपित् अस्ति चेत् निद्वद्भवति सार्वधातुकम् अपित् इति सूत्रेण तदनन्तरं तत्र निति च इत्यनेन गुणनिषेधः तर्हि तत्र कुचतः इति रूपं निष्पन्नम् एवमेव तत्र सर्वाणि रूपाणि अपि साधयितुं शक्नुमः यदि प्रत्ययं जानीमः चेत् प्रत्ययः कः अपि च प्रत्ययस्य स्वभावः कः इति जानीमः चेत् सर्वाणि रूपाणि वयं साधयितुं शक्नुमः न केवलं प्रथमपुरुषे एकवचने अत्र तु उदाहरणार्थं प्रथमपुरुषे एकवचने एव एकवचनस्य चिन्तनं परन्तु अग्रे गत्वा वयं यदा हि तिङन्तप्रसङ्गे पठामः तत्र सर्वाणि रूपाणि साधयामः प्रत्येकं प्रत्ययं स्वीकृत्य तस्य स्वभावः कः रूपं किम् इति वयं चिन्तनं कुर्मः भगिनि इति कुच् योग शाप् योग विकरणप्रत्यय शाप् अस्ति ततः गुण भवति भगिनि किं न गुण भवति तत्र गुणः तत्र तु गुणः क्षम्यतां तुदादिगणे भवादिगणे भवति सत्य सत्यं कुच् यतोहि मध्ये शप् इति विकरणप्रत्ययः अस्ति अतः तु भुवादिगणे भवति एव क्षम्यतां भुवादिगणे भवति एव परन्तु तुदादिगणे तत्र तु श इति विकरणप्रत्ययः एव अस्ति तत्र तु गुणः न भवति समीचीनं भगिनि तुदादिगणे न भवति एकक्षणम् अत्र गीताञ्जलिभगिनी एकक्षणं गीताञ्जलिभगिनी वदन्ती अस्ति भवती वदतु भगिनि भगिनी कथं जानीमः तस् प्रत्ययस्य स्वभावः तस् इति प्रत्ययः पश्यति चेत् तत्र पित्वम् अस्ति वा नास्ति खलु पित्वं नास्ति खलु तर्हि अपि कार्यमपि भवितुम् अर्हति अत्र न किम् किन्तु किमपि अन्यकार्यं भवितुम् अर्हति इत्युक्ते वयं न इति पठामः न जानामि एव किमपि भवितुं न तत्तु सत्यं तत्तु सत्यं परन्तु यत्र यत्र सार्वधातुकप्रत्ययः अस्ति तस्सिति एव नास्ति, यः कोऽपि प्रत्ययः अस्ति सः प्रत्ययः सार्वधातुकः वा आर्धधातुकः वा इति प्रथमं चिन्तनं. सार्वधातुकप्रत्ययः अस्ति चेत् समानचिन्तनं, तदेव अहं वक्तुम् इच्छामि. इत्युक्ते अत्र अस्माकं धातुः अस्ति, धातोः पुरतः प्रत्ययः अस्ति, सः प्रत्ययः कः इति वयं जानीमः चेत् सार्वधातुकः अथवा आर्धधातुकः, तर्हि तत्र कुत्र गुणः भवति कुत्र गुणः न भवति इति वयं ज्ञातुं शक्नुमः इति एव अहं वक्तुम् इच्छामि. तदेव तत्र तात्पर्यं तात्पर्यं कोचतः इति भवति. तदनन्तरं हा भवादिगणे कोचतः इति भवति, परन्तु तुदादिगणे तु कुचतः इति एव भवति. एवमेव तत्र सर्वाणि रूपाणि अत्र वस्तुतः विकरणप्रत्ययः मध्ये अस्ति, परन्तु कोऽपि धातुः यत्र विकरणप्रत्ययः नास्ति, यथा अत्र वा धातुः अदादिगणे वा धातुः अस्ति, वा धातुतः तत्र तः इति प्रत्ययः तत्र वा इति नास्ति, अत्र अन्य कोऽपि धातुः इ इति धातुः अदादिगणीय इन् गतौ इति धातुः इ इति धातुः, तर्हि इ योगः तः इति अस्ति, तत्र तत्र तः इति प्रत्ययः अपि तस्ति, तत्र मध्ये विकरणप्रत्ययः नास्ति अदादिगणे, यतोहि अदादिगणे विकरणप्रत्ययस्य लुक् भवति, अतः इ योगः तः इति अस्ति. तर्हि तस्मिन् सन्दर्भे तत्र इ इत्यस्य गुणः भवति वा इति चेत् तः इति प्रत्ययः अपि तस्ति, अतः गुणः न भवति इति. इ योगः तिप् इति अस्ति चेत् तत्र तु गुणः भवति, तर्हि एति इति रूपम् अस्ति, परन्तु इ योगः तः तः इति प्रत्ययः अपि इति कृत्वा तत्र गुणः न भवति, अतः इतः इति रूपं द्विवचने. अस्तु अस्तु, तर्हि अग्रे अग्रे सर्तुं शक्नुमः. संशयः अत्र न एकक्षणं भगिनि, उमा भगिनी अत्र लता भगिन्याः प्रश्नः आसीत्, भगिनी वदतु. मम प्रश्नस्य उत्तरं लब्धं भगिनि. समीचीनम्, उमा भगिनी वदतु. उमा भगिनी वदतु. फ्रम् दिस् अत्र वयं पठामः अप् टु दि जायिनिङ्ग् आफ् दि तिप्तस् जि वि हाव् टु अरैव् अट् द फिगर् देन् ओन्लि वि हाव् टु आड् दट् देन् ओन्लि दट् कोचति कोचतः विल्कम् सत्यं. मध्ये विकरणप्रत्ययः अस्ति चेत् तत्र विकरणप्रत्ययं निमित्तीकृत्य कार्यं भवति प्रथमतया, तदनन्तरमेव अत्र तिप्रत्ययं योजयामः. समीचीनं, तदेव. बहुवचने किं भवति चिन्ता नास्ति, यन्ति इति यन्ति इति रूपम् अस्ति, तत्र चिन्ता नास्ति, अधुना अत्र भिन्नसूत्रमस्ति. अस्तु, अत्र रमाबाय् भगिनी वदतु अग्रे. हृ इति धातुः धातुः वादिगणे अस्ति, अपि च भुवाद्यादिगणे अपि अस्ति. भुवादिगणे अहं वदामि, क्रु योगः विकर्णप्रत्ययः, भुवादिगणे विकर्णप्रत्ययः शप् इति अस्ति, टिप् अपि अस्ति. क्रु योगः शप् योगः टिप् टिप् पकारस्य लोपः भवति लषक् वर्तते चेत् तस्य लोपः इति सूत्रेण. अनन्तरं शप् इति शकारपकारयोः लोपानन्तरम् आ एव अवशिष्यते. ह्रू योगः योगः टि इति भवति. ह्रू दात्माङ्गे ऋकारः अस्ति, तदर्थं तिङ्क्षित् सार्वधातुकमस्ति. सार्वधातुक आर्धधातुकयोः इति सूत्रेण ऋकारस्य गुणः भवति. हर् इति भवति. हर् योगः अयोगः इति हरति इति तिङन्तरूपं निष्पन्नः. समीचीनं समीचीनं, हरति इति रूपमस्ति. अस्तु, धन्यवादः. अग्रे अत्र राहुल् महोदय वदति वा, जुहोत्यादिगणे अस्ति चेत् किं भवति? अत्र अत्र तु द्वित्वं सर्वं भवति, तत्र जिह्र इति स्वीकरोतु, जिह्र इति धातु इति स्वीकरोतु, जिह्र योगः तिप्. अस्तु, जिह्रु किन्तु मम संशयः आसीत् अत्र कथं ज्ञातव्यं कस्मिन् गणे अस्ति इति धातु न जानामि, किन्तु अत्र तु उक्तमासीत् ज्योत्यादिगणे अस्ति इति. न, अत्र तु अत्र पुस्तकमस्ति खलु, प्रक्रियानुसारि पाणिनीयधातुपाठः इति पुस्तकमस्ति खलु. आम्, तत्र उक्तमस्ति अन्ते अन्तिमे कोष्ठपत्रे, तस्मिन् तु केवलं ज्योत्यादिगणः अस्ति, न तु भवादिगणः. भवादिगणः नास्ति वा तत्र? तत्र यत् अङ्कम् अस्ति तत्र केवलं 1895 इति. तत्र द्वयम् अस्ति खलु, ह्रिय इति अस्ति खलु, ह्रिय इति. ओ अस्तु, तत्र इत्संज्ञा भवति खलु. ओ अस्तु अस्तु, तदेव ओके अस्तु, धन्यवादः. हृ इति धातु अधुना ज्योत्यादिगणे, तत्र ज्योत्यादिगणे विकरणप्रत्यये नास्ति खलु? ज्योत्यादिगणे विकरणप्रत्ययः नास्ति, सत्यं, विकरणप्रत्ययस्य लोपः भवति. भवती उक्तवती जुहि इति स्वीकरणीयं वा? जिह्रु स्वीकरणीयम्. अनन्तरं विकरणप्रत्ययः नास्ति, केवलं तिङ् इति प्रत्ययं स्थापनीयं. तत्र तिङ् इति प्रत्ययस्य हलन्त्यम् इत्यनेन केवलं ति इति अवशिष्यते. जिह्र योगः ति. अत्र तिङ् प्रत्ययः अपित् अस्ति, अतः सार्व तिङ् प्रत्ययः अपित् अस्ति वा? ओ, ङित् अस्ति न न तिप् इति खलु, पकारस्य इत्संज्ञा इति तिप् अस्ति, सत्यं. तर्हि अपित् नास्ति. तिंशत् सार्वधातुके, तर्हि एतत् सर्वधातुकं भवति वा? सत्यं खलु, तिङ् सर्वे तिङ् प्रत्ययाः सर्वधातुकाः. अस्तु, सार्वधातुकप्रत्ययः अस्ति, अतः अत्र अङ्गस्य गुणकार्यं भवति एव. हृ इति अन्तिमे ऋकारस्य अर्कारः भवति, अतः जिहरति इति भवति वा? जिहर् तिङ्, जिहर् योगः तिङ् इति. हा, जिहर्ति, जिहर्ति इति रूपं, जिहर्ति इति रूपं. हा, तत्र तु हृ इति धातुः द्वित्वं भवति, हृ हृ इति द्वित्वं भवति. तदनन्तरं तत्र अभ्यासकार्यं सर्वं भूत्वा जिह्र इति अस्ति. अधुना अस्माकं चिन्ता नास्ति तस्मिन् विषये. जिह्रु इति अस्ति, जिह्रु योगः ति इति. यथा पूर्वं तत्र चि इति ति, तिप् इति प्रत्ययः पित् अस्ति, अतः गुणकार्यं सम्भवति. जिह्र इत्यस्मिन् उपदायां कः वर्णः अस्ति? हा, अन्तिमवर्णे एव हृ अस्ति, सत्यम्. उपदायां तु इकवर्णः नास्ति, अन्ते एव कारः अस्ति इति कृत्वा तत्र सार्वधातुकार्धधातुकयोः इत्यनेन गुणः. अतः हर् जिहर्ति भगिनि. न न, परन्तु चिन्तनार्थं तु तत्र उपदायां कः वर्णः इति चिन्तयामः चेत् तत्र उपदायां हकारः अस्ति, न तु इकारः इति, तत्र तादृशभ्रमः अपि भवितुमर्हति. भगिनि भगिनि, जिह्रु धातोः धातौ ऋकार अन्तिमवर्ण इकवर्णः, अतः तिङ् ति इति योजयामः चेत् तिप् पित् अपि अस्ति, देफोर् गुणः भवति. लेकिन् द्विवचने द्विवचने गृहपाठरूपेण चिन्तयतु, गृहपाठरूपेण चिन्तयतु. अधुना मास्तु, अधुना एकवारम् उक्तवती, भवत्याः चिन्तनार्थं गृहपाठरूपेण पश्यन्तु. भगिनि, एकः संशयः अत्र, जिह्र जि प्लस् इह् प्लस् ऋकारमस्ति, तस्मादेव हर् इति गुणं भवति अर् इति भवति. सो जिहर् तदनन्तरमेव ति योजयति. सो ति मध्ये स्थितः पकारकः अत्र प्रसक्तिः नास्ति इति. प्रसक्तिः नास्ति, पकारस्य इत्संज्ञा भवति, पकारस्य इत्संज्ञा भवति. ओके, सो बिफोर् दट् एडिङ्ग् द ति ओन्लि दिस् गुणकार्यं सम्भवति. न न न न न कथं ति प्रत्ययस्य योजय ति प्रत्ययं योजय न योजयति चेत् कथं गुणः भवति? गुणस्य निमित्तं किम्? अल्ल, ति योजयति किन्तु तस्मिन् पूर्वे जिह्र इति धातुः नो. एकवारं शृणोतु भगिनि, भगिनि एकवारं शृणोतु. जिह्र इति अस्ति, अधुना द्वित्वं सर्वं कृत्वा जिह्र योगः तिप् इति अस्ति. अस्तु, जिह्र योगः तिप्, तिप् इत्यस्मिन् पकारस्य इत्संज्ञा भवति, अतः जिह्र योगः ति. ति इति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति, अतः तत्र सार्वधातुक अर्धधातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति, अतः गुणः भवति. अतः जिहर् जिहर् योगः ति, जिहर्ति इति योजयामः. स्पष्टं वा? प्रश्नः अस्ति वा? किन्तु एकक्षणं पूर्वे यु सेड् दट् वी हव् टु एड् द ति ओन्लि आफ्टर् डूयिङ्ग् दि होल् प्रिपरेशन् आफ् दट् गुणकार्यं सम्भवति. आफ्टर् दट् ओन्लि यु हव् एड् दट्. ओके, सो दट् टिप् हेस् गोट् अ वेल्यू हियर् फार् गुणकार्यम् आफ् जिह्र. हा, सत्यं, प्रत्ययः यावत्पर्यन्तं नास्ति तावत्पर्यन्तं गुणः एव न भवति. प्रत्ययः आवश्यकः खलु गुणकार्यस्य कृते, अतः टिप् इति विधीयते, टिप् इति विधीयते, तदनन्तरमेव अङ्गे कार्यं भवति, अङ्गकार्यम् अस्ति. यदा प्रत्ययः विधीयते तदानीमेव अङ्गसंज्ञा भवति, इत्युक्ते प्रत्ययात् पूर्वं यद् यः भागः अस्ति सः भागः अङ्गम्. अस्तु, भवती एव, भवती एव अग्रे करोतु. क्रीड् एकनिमिषः भगिनि, क्वश्चन्. तिप् इति तिङ् प्रत्ययः, तिङ् प्रत्यये यदा पकारः अस्ति तस्य विशेषः नास्ति एव. अस्ति खलु, तदर्थमेव गुणः भवति खलु. यदि पित्त्वं नास्ति गुणः न भवति खलु. यदि अत्र मूलप्रत्ययः, अत्र मूलप्रत्ययः ति इति अस्ति चेत् तत्र तु गुणः न सम्भवति एव. गुणः, गुणकार्यस्य प्रसक्तिः अस्ति, परन्तु तत्र ति इति एव प्रत्ययः अस्ति चेत् निद्वद् भवति, अतः गुणनिषेधः भवति खलु. सर्वत्र तथैव चिन्तनीयम्. किन्तु तत् केवलम् उपादायां खलु. अधुना तिङ् यत्किमपि भवेत्, तस्वा यद् किमपि भवेत्, सर्वे तिङ् प्रत्ययाः सार्वधातुकप्रत्ययाः, अतः अन्तिमे यदि इक्वर्णः भवति तत्र भवति एव खलु. अपि गुणकार्यस्य प्रसक्तिः भवति एव, गुणकार्यस्य प्रसक्तिः भवति एव. यदि तस् इति प्रत्ययः अस्ति तर्हि तत्रापि सार्वधातुक अर्धधातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति, परन्तु तदनन्तरं तत्र सार्वधातुकम् अपित् इति सूत्रेण निद्वद् भवति. तस् इति प्रत्यये पित्त्वं नास्ति, अतः अपित् अस्ति. अपित् अस्ति इति कृत्वा निद्वद् भवति. निद्वद् भवति चेत् मिति च इत्यनेन गुणनिषेधः भवति, अतः तत्र जिह्रतः इति एव रूपं खलु. किन्तु मया चिन्तितमासीत् अपित् इति केवलम् उपधायां भवति इति. न अपित् इति उपधायं नास्ति. यः यत्र कुत्रापि अत्र प्रत्ययस्य स्वभावस्य विषये चिन्तनमस्ति. प्रत्ययः न गुणः भवति न वा इति भिन्नसूत्रमस्ति, नितिच इति सूत्रम्. अत्र क्रमेण चिन्तनीयं. प्रथमतया प्रत्ययः कः? सार्वधातुकप्रत्ययः. प्रत्यये पित्त्वम् अस्ति वा नास्ति वा? पित्त्वं नास्ति. तस् इति प्रत्यये पित्त्वं नास्ति. तर्हि पित्त्वं नास्ति चेत् इदानीं प्रत्ययः निद्वद् भवति. इदानीं प्रत्ययस्य स्वभावस्य परिवर्तनं भवति, निद्वद् भवति. अस्तु, निद्वद् भवति चेत् तस्य प्रयोजनं किम् इति चेत् तदानीं यः प्रत्ययः नित् अस्ति तदानीं प्रीति च इत्यनेन सः प्रत्ययः गुणस्य कृते निमित्तं न भवति. अतः अधुना तस् इति प्रत्ययः निद्वत् अस्ति, अतः क्मिति च इत्यनेन गुणनिषेधः भवति तदनन्तरम् इति तत्र क्रमेण चिन्तनीयम्। अत्र प्रत्येकं प्रत्ययं स्वीकृत्य प्रत्ययः कः, स्वभावः कः, अपि तस्ति निद्वद् भवति, अतः क्मिति च इत्यनेन गुणनिषेधः इति तादृशक्रमेण चिन्तनीयम्। अत्र तु विकरणप्रत्ययस्य लोपः भवति खलु, तदनन्तरं साक्षात् अत्र तिङ् प्रत्ययः अस्ति, अत्र विकरणप्रत्ययः नास्ति। विकरणप्रत्ययस्य विषये यादृशचिन्तनं जातं तादृशचिन्तनमेव आवश्यकमस्ति तिप् प्रत्ययस्य विषये अपि। तिप् अपि प्रत्ययः एव, तर्हि प्रत्ययः कः, सारधातुकप्रत्ययः, तिंशित् सारधातुकम् इति सारधातुकप्रत्ययः, पित्वम् अस्ति तिप् प्रत्यये पित्वम् अस्ति, अतः तत्र किमपि अन्यचिन्तनं नास्ति, गुणकार्यं भवति एव, अतः गुणः भवति। परन्तु तस् इति प्रत्ययः अस्ति चेत् तस् इति प्रत्ययः सारधातुकप्रत्ययः, यतोहि सर्वे तिङ् प्रत्ययः सारधातुकाः, अतः तस् अपि सारधातुकप्रत्ययः, परन्तु तत्र तस् इति प्रत्यये पित्वं नास्ति, पकारस्य संज्ञा नास्ति, अतः अपित् अपित् अस्ति चेत् निद्वत्, निद्वत् भवति चेत् साक्षात् गुणनिषेधः, स्मिति च इत्यनेन गुणनिषेधः इति तत्र क्रमेण चिन्तनीयं सर्वत्र। पृच्छतु, क्षम्यतां भगिनि, किञ्चित् भ्रमः जातः अत्र। जिह्र विकरणप्रत्यये नास्ति, तिङ् आगच्छति, तिङ् इति ङित्वत् अस्ति, तदनन्तरं गुणकार्यं। एकक्षणं, निद्वत् कुत्र अस्ति? प्रत्ययः कः? तिप् अस्ति खलु, मूलप्रत्ययः कः? ति इति नास्ति, मूलप्रत्ययः तिप् अस्ति। तत्र पकारस्य इत्संज्ञा भवति, हलन्त्यम् इत्यनेन पकारस्य इत्संज्ञा, अतः ति इति अवशिष्यते। अस्तु अस्तु अस्तु, तदेव सर्वत्र यथा तद् धातोः मूलरूपम् अस्ति तथैव प्रत्ययस्य अपि मूलरूपं भवति। अस्तु अस्तु, अत्र लताभगिनी प्रश्नः कः? अत्र त्रीणि पुरुषासु अपि एकवचने तिप् सिप् मिप् इति भवति किल, सो आल् दोस् त्री विल् बि पित् अस्ति, बट् द अदर् टु द्विवचने एण्ड् बहुवचने दे आर् आल् अपित्, सो देर् गुणकार्यं न भवति किल। सत्यं ओके, यतोहि तिप् तस् झि, तिप् तस् झि, सिप् तस् मिप् मिप्, तर्हि तिप् सिप् मिप् इति तत्र सर्वत्र गुणः भवति, अन्यत्र गुणः न भवति। सत्यं सत्यं, समीचीनम्, थेङ्क् यू भगिनी। तत्र मूलप्रत्ययः के इति वयं कुत्रचित् पठितवन्तः वा अस्माकं करपत्रेषु? तिप्तस्जि न पठितवन्तः चेत् चिन्ता नास्ति, अग्रे सर्वं भविष्यति। अत्र भगिनी किञ्चित् जट् स्पीड् अस्ति, अतः अग्रे अग्रे अग्रिमविषयस्य चिन्तनं कुर्वती अस्ति, परन्तु तत्र अग्रे पठामः, चिन्ता नास्ति। अत्र गीताञ्जलि भगिनी, स्पष्टं वा भगिनी संशयः? सुधादिगणे श प्रत्यय अपित् अस्ति, अतः कुचति आगच्छति, कुच् धातोः कुचति आगच्छति। जुहोति गणे जुहोति केस् श्लु विकरणप्रत्ययस्य लोपः भवति, अतः श्लू इति विकरणप्रत्ययः नास्ति, न श्लू इति विकरणप्रत्ययः नास्ति, अत्र शप् इति विकरणप्रत्ययः, तस्य श्लू इति भवति, श्लू इत्युक्ते एकविध लोपः। ओ शपः लोपः भवति, अतः गुणः तिप् कारणात् आगच्छति वा? सत्यं सत्यं, तत्र जिहृ तत्र अत्र हृ इति धातुः अस्ति खलु, हृ योगः शप् योगः ति इति प्रथमसोपाने ज्योत्यादिगणे, तदनन्तरं तत्र हृ योगः शप् इति प्रत्ययस्य लोपः भवति, अतः हृ योगः ति, अधुना द्वित्वं भवति हृ हृ योगः ति, तदनन्तरं तत्र अभ्यासकार्यं भवति, अभ्यासकार्यं भूत्वा जिहृ इति भवति, जिहृ योगः ति, अधुना शप् नास्ति मध्ये, अतः शप् शप् इत्यस्य चिन्तनमेव नास्ति अत्र, प्रत्ययः नास्ति. अतः अधुना तत्र जिह्कृ, हा जिह्कृ इत्यस्य अनन्तरं तिप् इति प्रत्ययः एव अस्ति, अतः तिप् प्रत्ययं निमित्तीकृत्य गुणकार्यम्. अस्तु भगिनी, विलम्बेन आगतवती, लोपः कथं भवति भगिनि? श्लू सम्भूत्वा लोपः भवति. हा, तत्र श्लू इति नामकरणम् अस्ति भगिनि, अत्र लोपस्य नामकरणं भवति लुक् श्लू लुप् इति. तत्र लुक् इति अपि एकविधलोपः, श्लू इति एकविधः लोपः. श्लू इति किमर्थं तत्र लोपः इति एव वक्तुं शक्यते खलु, किमर्थं श्लू इति उक्तम् इति चेत् तत्र श्लू इत्यनेन तत्र द्वित्वं भवति, यदि श्लू इति क्रियते चेत् तत्र द्वित्वं भवति, तदर्थं तत्र श्लू इति उक्तं, परन्तु तत्र लोपः इति स्वीकरोतु. अस्तु, अग्रे सरेम. क्रीड् इति धातुः अग्रे शोभा भगिनी करोति वा? आं भगिनि, क्रीड् इति धातुः भ्वादिगणे एव अस्ति. क्रीड् धातुः तत्र क्रीड् योगः शप् लट् लकारं लकारस्य विवक्षा अस्ति चेत् क्रीड् योगः शप् योगः तिङ्, तत्र शकारपकारयोः लोपः हलन्त्यम् अपि लशक्वतधिते इत्यनेन अकारः एव तिष्ठति. अधुना क्रीड् योगः आयोगः तिन् अपि तत्र हलन्त्यम् इत्यनेन नकारस्य लोपः भूत्वा ति एव. क्रीड् योगः तिङ् तिप् तिप् ओ क्षम्यतां तिप् पित् भूत्वा न तिप् इति प्रत्ययः, तिप् इति प्रत्ययः एकविध तिङ् प्रत्ययः, तिप् इति प्रत्ययः, तिप् इति प्रत्ययस्य पकारलोपः भूत्वा अलन्त्यम् इत्यनेन ति एव तिष्ठति खलु? सत्यं सत्यं. क्रीड्योगः आयोगः ति, तत्र क्रीड् इत्यस्मिन् भगिनी तत्र धातोः छेदं कुर्मः चेत् क योगः रि योगः ड डकारः भवति वा? हा न, अत्र अत्र ककारः योगः रेपः योगः दीर्घ इकारः योगः डकारः. अस्तु, तत्र ओके, रि इत्यस्य प्रसक्तिः नास्ति, किमर्थं चेत् क्रीड् इति अकर्मकधातुः तत्र किं प्रसक्तिः नास्ति, अकर्मकधातोः अत्र कः विषयः? न न, तत्र अहं अहं जानामि क्रीड् इति अकर्मकधातुः, अतः अहं चिन्तितवती तत्र रि इति आगच्छति वा, अर्ति ह्री इत्यस्य प्रसक्तिः अस्ति वा इति, किन्तु नास्ति तत्र, तत्र निजन्तप्रसङ्गे. हा, किमर्थं चेत् अत्र तु क्रीडति एव भवति इति पूर्वमेव जानामि. तत्र तत्र तु भगिनि अर्ति अर्ति इत्यस्य अर्ति ह्री व्लीरि इति सूत्रे अर्ति इत्युक्ते ऋकारः इति अर्थः, ऋकारः इति अर्थः, ऋकारः नास्ति भूत्वा. किन्तु भगिनी तत्र रि अपि दीर्घ इकार रि अपि अस्ति. हा, दीर्घ इकार रि अपि, तत्र रि इति एव मूलरूपम्, अत्र क्री इति नास्ति. तत्र तु ककारः योगः रि नास्ति, रि एव. अस्तु, तत्र कृ योगः इ योगः ति, क्षम्यतां, कृ क्रीडयोगः आयोगः ति, क्रीडयोगः आयोगः ति, तत्र स्वरमेलनेन एव क्रीडति इति अन्तिमरूपं. गुणः न भवति वा? क्रीडति तत्र एकक्षणं भगिनी, अत्र न वदतु, अत्र भगिनी चिन्तयन्ती अस्ति, मध्ये कोऽपि न वदतु कृपया, अत्र भगिनी वदतु. क्रीडयोगः शप् एकनिमिषं, आयोगः ति गुणः भवितव्यं किमर्थं चेत् तत्र भ्वादिगणे शप् अकारः सार्वधातुकम् अस्ति, गुणसंज्ञा भवति, तत्र क्री इत्यस्य क्रीड् इत्यस्य उपधायां दीर्घ इकारः, तदेव मम ई यदि गुणः भवति चेत् केन सूत्रेण भवति, किमर्थं सार्वधातुकप्रत्ययः अस्ति अकारः इति कृत्वा सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भवति? न न न एकक्षणम्, अत्र इक्वर्णः कुत्र अस्ति? इक्वर्णः क्रीड् उपधायाम् अस्ति, दीर्घ इकारः अस्ति, तत्र उपधायां दीर्घ इकारः अस्ति चेत् गुणः न भवति, दीर्घ इत्तु अन्ते एव प्राप्नोति. एकक्षणं भगिनि, अत्र क्रीड् इति धातुः, धातोः अन्ते इक्वर्णः अस्ति वा? धातोः अन्ते इक्वर्णः नास्ति, क्रीड् इक्वर्णः एव नास्ति, अतः अतः सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः एव नास्ति. क्षम्यतां भगिनि. सम्यक् सम्यक्, उपधायामपि दीर्घ इकारः अस्ति, अतः पुगन्तलघुपदस्य च इत्यस्य अपि प्रसक्तिः नास्ति नास्ति, अतः एव तत्र गुणः गुणः न भवति. किं सम्यक्, अतः गुणः न भवति, गुणः न भवति, तत्तु अवगच्छामि, किन्तु शप् प्रत्ययस्य एकक्षणं पश्यतु, अत्र क्रीड् योगः अयोगः ति इति अस्ति, तर्हि शप् इति प्रत्ययः अस्ति क्रीड् इत्यस्य अनन्तरं, तर्हि शप् इति प्रत्ययः सार्वधातुकप्रत्ययः, अतः गुणकार्यं सर्वं भवितुम् अर्हति, परन्तु तत्र निमित्तम् अस्ति वा इति, गुणकार्यं कदा भवति? धातोः अन्ते इक्वर्णः अस्ति चेत् भवति, नो चेत् उपधायां लघु इक्वर्णः अस्ति चेत् भवति, सार्वधातुक अर्धधातुकप्रत्ययः परः अस्ति चेत्. तर्हि अत्र सार्वधातुकप्रत्ययः अस्ति, धातोः अन्ते अपि इक्वर्णः नास्ति, उपधायामपि लघु इक्वर्णः नास्ति नास्ति, अतः गुणः नास्ति. अधुना अवगच्छामि भगिनि, धन्यवादः. सम्यक् सम्यक् भगिनि, एकः प्रश्नः अत्र किमिति सूत्रं प्रसक्ति अस्ति अत्र, बिकास् क्रीड् ककारः अस्ति. न न एकक्षणम् एकक्षणं, नितीच इत्यस्य प्रसक्तिः अस्ति वा नास्ति वा भवती वदतु, अहं न वदामि, भवती वदतु. न न न न ऐ डोण्ट् रियलि नो, सम्यक् उत्तरं नास्ति, एतावता वयम् अभ्यासं कुर्वन्तः स्मः, अहं न जा अत्र शप् इति this king it is only for pratyayas, no, not for dhatu. Ha, pratyayasya eva niti chaiti sutra se prasakti hi kada bhavati apit bhavati chete. No, king it is na asmineva karapatre asti kalu patatu ekavaram atra niti chaitasya vyakyanam patatu ekavaram. Okay. अस्मिन्नेव करपत्रे उपरि अस्ति भगिनि, पठतु एकवारं. नो चेत् यः प्रत्ययः गिट्लि फर् प्रत्ययं, नाट् फर् धातु, पठतु सम्पूर्णतया. यः प्रत्ययः गित् चित् अथवा ङित् अस्ति अपि अपि च तं प्रत्ययं निमित्तीकृत्य इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः न भवति. इग् च तावत् पर्याप्तं, न न भगिनि तावत् पर्याप्तम्. अत्र पठति चेत् यः प्रत्ययः कित् गित् अथवा नित् अस्ति तस्मात् तं प्रत्ययं निमित्तीकृत्य इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः गुणः वृद्धिः न भवति. इत्युक्ते नाट् फार् द धातु. हा, प्रत्ययस्य विषये एव चिन्तनं खलु. प्रत्ययः एव कारणमस्ति, गुणकार्यस्य निमित्तम् अस्ति प्रत्ययः एव. अतः अधुना अत्र क्रीड् ककारः अस्ति धातोः. धातोः पश्यतु, क्रीड् योगः शप् इति अस्ति खलु. शप् इति प्रत्ययः पित् अस्ति. अतः क्मिति च इत्यस्य चिन्तनस्य आवश्यकता एव नास्ति. यत्र पित्त्वम् अस्ति तत्र, यत्र नित्वम् अस्ति तत्र एव क्मिति च इति आगच्छति. यत्र नित्वम् अस्ति अत्र तु नित्वं किमपि नास्ति, पित्त्वम् अस्ति. अतः अन्यत् किमपि अत्र चिन्तनस्य आवश्यकता नास्ति. अन्यस्य चिन्तनमेव न आवश्यकम्. सक्रीड् इति शब् पदस्य क कित् इति न क्रीड् न तत्र प्रत्ययस्य विषये एव न, तत्र कित् किमपि नास्ति. तत्र क्रीड् इत्यस्य ककारस्य इत्संज्ञा किमपि नास्ति. अतः क्रीड् इति धातुः अस्ति, तावदेव. अस्तु, अग्रे सरेम. अधुना अग्रे अत्र विनय् महोदय अग्रे करोति वा. गुज् धातुः भुवादिगणे. भवती श्रूयते? हा, श्रूयते. धातु गुज् अस्ति. गुज् धातु तु दादिगण भुवादिगणे अस्ति. अधुना भुवादिगणीयधातु स्वीकरोतु, दातुं स्वीकरोतु. ओ, दिवादिगण भुवादिगणे. ओ, भवती कः वदति, भवादिगण? हा, भवादि प्रथमगणे अस्ति. ओ ओ, ओके ओके, धन्य, क्षम्यताम्. न, भवादिगण भू आदिगणः. भू आदिगणः, न, अहम् अवगच्छामि. भवादिगण गुज् धातु विकरणप्रत्ययः शप् अस्ति. शप् प्रत्ययः लोपः भवति त्रयसूत्रप्रकारेण. अवशिष्यते यतः शप् प्रत्ययः गुणसम्बन्धे प्रेरणादायिनी अस्ति. अपि च तिंशित् सार्वधातुकं संज्ञा कारणेन शित् भवति. शप् भवति अतः शित् अपि भवति. तर्हि गुणभवतिः सार्वधातुक आर्धातुकयोः आधारेण भवादिगणसम्बन्धे. परन्तु भवादिगण अत्र केन सूत्रेण गुणः भवति? न, भवादिगण अहं वदितवान् आर्धातुकयोः. परन्तु अहं अत्र चिन्तयामि गुज् धातुः इगन्तधातु नास्ति. गुज् धातु इगन्तधातु नास्ति. अतः अहं जानामि भवादिगण, परन्तु उपधा उ ह्रस्व अस्ति. अतः उकारः गुण भवति, परन्तु लघुपदस्य गुण एकगुणस्य आधारेण गुण भवति. केन सूत्रेण? सूत्रेण अहं किञ्चित् स्मरामि. न, इदानीमेव वारं वयं उक्तवन्तः खलु. सूत्रं किं? सूत्रद्वयमेव अस्ति खलु. सूत्रद्वयमेव, एकमस्ति सार्वधातुकार्धधातुकयोः. अत्र इगन्तं नास्ति, अतः सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः नास्ति. तर्हि अन्यत् सूत्रं किम्? पुगन्तलघुपदस्य च. परन्तु अहं अहं स्मरामि पुगन्तलघुपदस्य च अन्ततः सार्वधातुक आदुधातुकयोः अपि आगच्छति, अतः पुगन्त लघु सार्वधातुक न. एकक्षणं महोदय, अत्र अत्र किञ्चित् भ्रमः अस्ति. अत्र सूत्रद्वयमेव अस्ति. अत्र इगन्त अङ्गं नास्ति, गुज् इत्यस्य अन्ते इक्वर्णः नास्ति, अतः सार्वधातुक आर्धधातुकयोः इत्यस्य कार्यमेव नास्ति, अतः चिन्ता नास्ति. अत्र तस्य चिन्तनमेव न भवतु. अत्र अत्र तु उपधायां लघु इक्वर्णः अस्ति, अपि च शप् इति प्रत्ययः पित् अस्ति, अतः पुगन्तलघुपदस्य च इति एव कार्यं करोति. हा, तर्हि किं भवति? ओ, तर्हि यथा यदि भवादिगण, अतः भवादिगण गुण भवति पुगन्तलघुपदस्य आधारेण, तर्हि गोजति भवति. हा, गुज् इत्यस्य उकारस्य उकारादेशः गोज् योगः अयोगः इति गोजति. सम्यक्, अतः गोजति भवति. हा, समीचीनम्. अत्र सर्वेषां कृते एकवारं वदामि, अत्र अत्र यत्र अस्माकं धातुः अस्ति तस्य अनन्तरं प्रत्ययः अस्ति. यत् चिन्तनं भवान् कृतवान् सम्यक् एव, प्रत्ययः कः, शप् अस्ति, षित् अस्ति इति कृत्वा सारधातुकः, तत्सर्वं समीचीनं. पित् अपि अस्ति, पित् अपि अस्ति चेत् तत्र गुणकार्यं भवति. तर्हि तत्र धातोः अन्ते इक्वर्णः अस्ति वा इति द्रष्टव्यम्. अन्ते इक्वर्णः अस्ति चेत् एकमेव सूत्रमस्ति, सारधातुक अर्धधातुकयोः इत्यनेन गुणः भवति. अन्ते इक्वर्णः नास्ति चेत् उपधायां लघु इक्वर्णः अस्ति वा इति द्रष्टव्यम्. उपधायां लघु इक्वर्णः अस्ति चेत् पुगन्तलघुपदस्य च इति सूत्रस्य कार्यं भवति. इति तावदेव अत्र विषयः अस्ति. अतः भ्रमः मास्तु. अन्ते इक्वर्णः वा नो चेत् उपधायाम् इक्वर्णः वा इति एव विषयः अस्तु. हा, अत्र कोऽपि वदतु, अत्र वदतु भगिनी. लङ्का अस्मि. अत्र पुस्तके पेज् नम्बर् 98 तत्र शब्द गुजति इति गिवन्. कुत्र? पश्यामि, अहं पश्यामि. अत्र पृष्ठसङ्ख्या का उक्तवती? पृष्ठसङ्ख्या 98. सुदादिगणीयधातुः तत्र तु, तत्र तु इदानीं भुवादिगणीयधातोः विषये चिन्तनमस्ति भगिनि. तत्र एक एव नम्बर् धातुसङ्ख्या. अग्रे पश्यतु, पश्यतु, गुजि इति अस्ति खलु, गुजि गुजि इति अपि अस्ति खलु. अस्तु, अत्र अग्रे विजयलक्ष्मी भगिनी वदतु सुदादिगणे. सुदादिगणे लट्लकारस्य प्रथमपुरुषैकवचन स्य विवक्षा अस्ति चेत् गुज् योगः तिप् इति भवति. तुदादिगणे श विकरणप्रत्ययः, गुज् योगः श योगः तिप् इति भवति. लशक्व तद्धिते इति सूत्रेण शकारस्य लोपः भवति, अकार तिष्ठति. गुज् योगः अनुबन्धौ लोपः भवति, गुज् योगः अयोगः तिप् इति भवति. अत्र सार्वधातुकम् अपित् इति कारणेन गुणस्य अपित् नित् इति भवति. निति च इति सूत्रेण गुणवृद्धे वृद्धौ प्रसक्तिः एव नास्ति, तत्कारणं गुज् योगः अयोगः तिप् तिप् इत्यस्य पकारस्य लोपः जातः हलन्त्यम् इत्यनेन. गुज् योगः अयोगः इति गुजति इति भवति. सत्यं सत्यम्. अत्र लता भगिनी अत्र गुजि इति धातुः, तत्र गुजि इति भिन्नधातुः अस्ति भगिनि. गुजि इति भिन्नधातुः अत्र गुजौ अत्र पुस्तके किमर्थं तत्र गुज् इति भुवादिगणीयधातुः न दत्तः इति द्रष्टव्यं, परन्तु तत्र भुवादिगणे अपि अस्ति. अत्र गुजि इति भिन्नः धातुः भगिनि. गुजि इति गुज् नास्ति, अत्र गुज इति अन्यः धातुः अस्ति. अत्र पुस्तके कुत्र अस्ति इति द्रष्टव्यम्. अत्र अन्ते इण्डेक्स् मध्ये नास्ति, इण्डेक्स् मध्ये नास्ति. गुजि अपि अस्ति. न एकक्षणं भगिनि, अत्र गुजि इति भिन्नः धातुः, तत्र तस्मिन् विषये इदानीं चिन्ता नास्ति. गुजि इति धातुः विषये चिन्ता नास्ति. गुज इति अन्यः धातुः अपि अस्ति, गुज इति भुवादिगणीयधातुः. तस्मिन् विषये वयं दृष्टवन्तः, यद्यपि पुस्तके अन्ते नास्ति, परन्तु तादृशधातुः अस्ति गुज अव्यक्ते शब्दे इति. गुञ्जति इति रूपमपि अस्ति किल, तदेव वदन्ति अत्र, तदेव वदन्ति अस्ति. गुजि इति धातुः भिन्नः धातुः अस्ति. गुजि धातोः तत्र तु नुमागमः भवति, तत्र भिन्नः विषयः अस्ति. परन्तु गुज इति अपि धातुः अस्ति, गुज गुञ्जति गुज गुञ्ज इति भिन्न गुज इति धातुः, तत्र गोजति इति रूपं समानमर्थमेव भगिनि, समानमर्थमेव. हा अर्थः समानः एव दृश्यते. गुज् धातु एव गुजति अत्र अस्ति. गोजति किमत्र अपि कुत्रापि नास्ति किल, पुस्तके नास्ति भगिनि. अनन्तरं दृष्ट्वा वदामि. अत्र गोजति इति अपि रूपम् अस्ति, गोजति इति अपि रूपम् अस्ति इति एव पश्यामि. अनन्तरं पश्यामि अत्र किमर्थं पुस्तके नास्ति इति पश्यामि अनन्तरम्. अस्तु, धातुद्वयम् अस्ति, भुवादिगणे अपि अस्ति. अत्र पुस्तके दोषः अस्ति वा नो चेत् किम् इति पश्यामि अनन्तरम्. जस्ट् बिकास् इट् इस् लिस्टेड् इफ् द नम्बर् इस् लेस् देन् सम् 1500 हा सत्यं सत्यं सत्यं. अत्र पुस्तके नास्ति, अनन्तरं पश्यामि भगिनि. पुस्तके मै डौट् वास् सिन्स् द धातु संख्या इस् 588 हौ केन् नो गुञ्ज् सम् ऐ वास् थिङ्किङ्ग् देट् यूजुलि कम्स् इन् रुदादिगणे न विकरणप्रत्ययः कम्स् इन् अत्र अत्र भिन्नः कार्यम्, अत्र विकरणप्रत्ययः नास्ति, अत्र नुमागमः भिन्नः विषयः अस्ति, भिन्नः विषयः. इदानीं चिन्ता नास्ति. गोज् इत्युक्ते बस् हम् इति अर्थः अस्ति. गुज् धातुः किं गोजति गोजति इति अपि रूपम् अस्ति. गोजति बस् हम् इति अर्थः अस्ति. हा हा तर्हि गोजति इति अपि धातुः अस्ति. अत्र पुस्तके नास्ति, अत्र अनन्तरं पश्यत्वा वदामि. पुस्तके नास्ति, पुस्तके नास्ति, डिक्शनरि मे अस्ति. हा सत्यं सत्यं सत्यम्. अस्तु अस्तु, तर्हि अग्रे सरेम. अस्तु, कोऽपि अन्यप्रश्नः वा भगिनि? भगिनि एकः प्रश्नः अत्र, गुज् धातो तुदादिगणे शप् प्रत्यय योगः तिप् तिप् इति अस्ति, किमर्थम् अपित्? न न, गुज् योगः मध्ये कः प्रत्ययः कः? मध्ये तु तत्र श इति प्रत्ययं निमित्तीकृत्य प्रथमतया कार्यं करणीयं खलु, तदनन्तरमेव तिप् इति प्रत्ययः आगच्छति तत्र. अतः श इति प्रत्यये निमित्तीकृत्य प्रथमतया वयं कार्यं कुर्मः चेत् तत्र गुणः न भवति, अतः गोज इति अङ्गम् अस्ति अधुना. विकरणप्रत्ययं योजयित्वा गोज इति अङ्गं, गोजयोगः तिप्. अधुना पुनः पश्यतु तत्र उपधायाम् इक् वर्णः अस्ति वा? उपधायां कः वर्णः? न न क्षम्यतां, गुज् न गुज् योगः गुज इति, क्षम्यतां गुज इति अस्ति, गुज् उपधायाम् उपधायां जकारः अस्ति खलु. विकरणप्रत्ययस्य योजनानन्तरम् अत्र गुज् योगः श योगः ति. प्रथमतया तत्र श इति प्रत्ययः अपित् अस्ति, अतः निद्वद् भवति, अतः सार्वधातुकम् अपित् निद्वत्. निद्वद् अस्ति चेत् नितीच इत्यनेन गुणनिषेधः, अतः गुज् इत्यस्मिन् उपधायां यः उकारः अस्ति तस्य गुणः न भवति. अतः गुज इति इदानीम् अङ्गम् अस्ति, अत्र विकरणप्रत्ययं योजयित्वा गुज इति अङ्गं, गुजयोगः ति. इदानीं पुनः पश्यामः, यद्यपि ति इति प्रत्ययः पित् अस्ति, सार्वधातुकप्रत्ययः अस्ति, गुणकार्यं भवति वा इति चेत् अत्र उपधायाम् इक् वर्णः नास्ति. ओ अच्छा, सो सो द इन द हृ प्लस् जुहोत्यादिगणे शप् इत्यस्य लोपः भवति इत्यनेन तिप् पित्वम् सत्यं सत्यं. यत्र धातोः साक्षात् अनन्तरं तिप् प्रत्ययः अस्ति चेत् तत्र तिप् प्रत्यये तिप् प्रत्ययेन गुणकार्यं भवितुम् अर्हति, यत्र उपधायां नो चेत् अङ्गस्य अन्ते इक् वर्णः अस्ति. धन्यवादः भगिनी, स्पष्टम् अस्तु. भगिनीगणे अपि अस्ति. हा अस्तु, अग्रे अरुणा भगिनी करोतु. आं भगिनि, किं दातु भगिनि? श्रु अग्रे श्रु दातु भवादिगणे आगच्छति. श्रु योगः लट्, श्रु योगः अस्ति कर्तरि अस्ति, शप् विकरणप्रत्यये आगच्छति. श्रुयोगः शप् योगः तिप् तिप् विकरणप्रत्यये शप् षकार हलन्तम् इति सूत्रेण संज्ञा भवति. दशक् वदति सूत्रेण षकार लोपः भवति, संज्ञा भवति लोपः भवति, आ एव अवशिष्यति. तिप् प्रकार अपि हलन्तम् इति सूत्रेण लोपो भवति. श्रुयोगः आयोगः ति अस्ति. शप्रत्यय सार तिंशित् सारधातुकसंज्ञा संज्ञाधारेण संज्ञानेन धातुदात सार्वधातुक सार्वधातुक आर्धधातुकयोः इति सूत्रेण श्रु अत्र उकारः एक वर्णः अस्ति, अन्तिमवर्णः अस्ति, गुणः भवति ओ भवति. सो योगः आयोगः अस्ति. इकोवेन इति सूत्रेण अव् आगच्छति. न न न न श्रोयोगः आयोगः शप् इकोयणचि कथं कार्यं करोति अत्र? प्रथमं श्रु ओ भवति भगिनि, नो हा ओ ओकारः इक् वर्णः अस्ति वा? ऐं सारि एच् यामः सत्यं क्षम्यतां. श्रव श्रव श्रव श्रवति इति रूपं भवति. हा सम्यक्. श्रुयोगः शप् योगः ति, श्रुयोगः शप् योगः ति. तत्र शप् प्रत्ययं निमित्तीकृत्य गुणकार्यं भवति, पित्वम् अस्ति, अतः उकारस्य ओकारः सार्वधातुकार्धधातुकयोः इति सूत्रेण तर्हि श्रो योगः अयोगः ति. अधुना ओकारः अस्ति, अनन्तरम् अच्वर्णः अस्ति, अतः एचोय वायावः यान्ताबान्तदेशसन्धिः. ओकारस्य स्थाने अवादेशः, स्रव् योगः अ, स्रव इति अङ्गं, स्रवयोगः ति स्रवति. अस्तु, एकः संशयः. श्रु हियर् औपदेशिक as well as laukika dhatu, same, because I was wondering why this U is not an eighth letter, because there is no chandra bindu in it, so U is not eighth samyak here. Satyam, satyam. Thank you. अग्रे अग्रे अत्र रमासि ब्राह्मन् भगिनी वदतु. भगिनी स्रु सरति अपि किल स्रु गतौ इति धातुः सृ नास्ति भगिनि अत्र सृ इति अस्ति रुकारः कुत्र अस्ति ओके ओके ओके ओके सारि सारि अत्र रमासि ब्राह्मन् भगिनी वदतु कृष् इति धातुः भुवादिगणे अस्ति कुदादिगणे अपि अस्ति भगिनी बहु ध्वनिः अस्ति सम्यक् न श्रूयते भगिनि अत्र शारदाम्ब भगिनी कृपया म्यूट् करोतु नाय्स् कमिङ्ग् फ्रोम् सम्बडि एल् क्रिश् एकक्षणं शारदाम्बन् भगिनि एकक्षणं हा वदतु कृष् भवादिगणे अपि अस्ति तुदादिगणे अपि अस्ति भवादिगणे कृष् धातुः कृष् योगः शप् कर्तरि शप् योगः तिप् तिप् पकारस्य इच्छञ्ज्ञा भवति ति अवशिष्यति शप् विकरणप्रत्यये लषक्वतदिते हलन्त्यं तस्य लोपः इति कारणेन अ अवशिष्यते कृष् कृष् सार्वधातुक अर्धधातुकयोः कारणात् कृ कर्ष् गुणः भवति किञ्चित् सार्वधातुकं तदनन्तरं सार्वधातुक अर्धधातुकयोः कारणात् एकक्षणम् इक् वर्णः कुत्र अस्ति इक् न पुगन्तलघुपदस्य कारणात् कृष् कर्ष् भवति कर्ष् योगः अयोगः अति कर्षति भवति सम्यक् सम्यक् सर्वेषां कृते किञ्चित् भ्रमः अस्ति अत्र केन सूत्रेण कार्यं भवति इति अतः प्रथमतया द्रष्टव्यम् इक् वर्णः कुत्र अस्ति इति द्रष्टव्यम् उपधायाम् अस्ति वा अन्ते अस्ति वा इति द्रष्टव्यं तदनन्तरं तत्र सूत्रं खलु अस्तु समीचीनं सम्यक् अस्ति अस्तु अग्रे अत्र मालिनी भगिनी वदतु आं भगिनि सुधादिगणे तुदादिगणे कृष्णदातु कृष् इति तुदादिगणे श इति विकरणप्रत्ययः अपित् अस्ति अतः गुणः नास्ति न गुणः नास्ति वा तथा न वक्तव्यं खलु कृष् योगः अयोगः ति भवति श इति अपि अस्ति परन्तु टिप् अस्ति पकारः न तत्तु तत्तु अनन्तरं प्रथमतया तत्र यत्र कुत्रापि वयं अपि अस्ति हा अपि नित्वा गुणस्य बाधा अस्ति गुणस्य बाधा इत्युक्ते कृष् योगः अयोगः टिप् प्रत्ययस्य योजनेन कृष् ति भवति सम्यक् सम्यक् इत्युक्ते कृष् योगः अ तुदादिगणीयधातुः तत्र गुणकार्यस्य प्रसक्तिः अस्ति सारधातुकप्रत्ययः परन्तु हा प्राप्तिः नास्ति अत्र निषेधकसूत्रमस्ति क्निति च इति सूत्रं यदुना यतोहि शप्रत्ययः अपित् अस्ति अतः निद्वद् भवति सारधातुकम् अपित् इत्यनेन तदनन्तरं क्निति च इत्यनेन गुणनिषेधः तत्सर्वं वक्तव्यं भवति क्रमेण वक्तव्यं भवति खलु इत्युक्ते प्रथमतया गुणकार्यस्य प्रसक्तिः अस्ति सूत्रं किम् इति चेत् पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति. किमर्थं चेत् उपधायां लघु इक्वर्णः अस्ति, प्रत्ययः सार्वधातुकप्रत्ययः अस्ति श इति प्रत्ययः, अतः गुणकार्यं भवितुम् अर्हति. परन्तु तदनन्तरं पश्यामः चेत् श इति प्रत्ययः अपित् अस्ति, पित्वं नास्ति, अतः सार्वधातुकम् अपित् इति सूत्रेण निद्वद् भवति. निद्वद् भवति चेत् निति च इत्यनेन गुणनिषेधः, अतः गुणकार्यं न भवति. हा, अस्तु, समीचीनं भगिनि. अग्रे शङ्करमहोदय वदतु. आं भगिनि, मिल् तुदादिगणे विकरणप्रत्ययः श, मिल् योगः श योगः ति, अपित्वम् अस्ति अतः गुणः नास्ति. मिल् योगः अ योगः ति मिलति. सम्यक्. अत्र वदतु, अत्र केन सूत्रेण किमर्थं गुणः नास्ति? गुणः भवति चेत् केन सूत्रेण भवति? अपित्वं पकार अपित्वं भवति, सो नित्वत् भवति. निति च इति सूत्रेण गुणः वृद्धिः नास्ति. सत्यं समीचीनम्. अस्तु, अग्रे वसन्ती भगिनी वदतु. स्मृ धातु भवादिगणे अस्ति. स्मृ, सो द विकरणप्रत्यय शप्, लट् लकार प्रत्यय तिप्, सो स्पृ प्लस् शप् प्लस् तिप्. शप् इस् सार्वधातुक प्रत्यय, सो पित्वमस्ति, सो गुणकार्यं सम्भवति. सो स्मृ बिकम् स्मर् स्मर. हलन्त्यम् इति सूत्रेण पकारः लोपः भवति. लषक्व तद्धिते सूत्रेण षकारः लोपः भवति, सो अ विशिष्यते. स्मर् प्लस् अ स्मर, स्मर प्लस् तिप्, पकारः लोपः भवति हलन्त्यम् इति, सो स्मर प्लस् ति स्मरति. केन सूत्रेण गुणः? गुणः सार्वधातुक आर्धधातुकयोः, बिकास् अन्तिमवर्णः इक्, धातोः अन्तिमवर्णः इक् अस्ति, सो सार्वधातुक आर्धधातुकयोः गुणकार्यं सम्भवति. उत्तमं भगिनि, समीचीनं, बहु सम्यक्. धन्यवादः. अस्तु, हा, सूर्यकुमारी भगिनी अग्रे वदतु. स्मृ इति धातुः स्वादिगणे अपि अस्ति खलु? क्षमतां भगिनि, स्मृ धातु स्वादिगणे अपि अस्ति. स्वादिगणे विकर्णप्रत्ययः कः? स्वादिगणे, स्वादिगणे, स्वादिगणे विकर्णप्रत्ययः स्नु. No, snu, separate snu, dhatu an sarva dhatuka ardha dhatuka yoho gunha bhavati smru, smru. Atra pratamatya chintayetu, smru itya senantram yaha pratyaha snu asti, saha pratyaha kidrshaha? Apit. स्नु इति प्रत्यय किम् अवशिष्यते अत्र, कस्य इत्संज्ञा भवति? स्मृ प्रत्यये इत्संज्ञा नित् भवति. न, अत्र स्नु इति प्रत्यये किम् अवशिष्यते अत्र? अत्र शप् इति प्रत्यये वयं जानीमः, अत्र स्नु प्रत्यये किम् अस्ति, कस्य इत्संज्ञा? इत्संज्ञा स्यात् सिप् अस्ति, षित् अस्ति. कथं केन सूत्रेण षित् अस्ति? सार्वधातुक किञ्चित् किञ्चित् सार्वधातुक अर्धधातुकयोः न अत्र श्नु इति प्रत्ययः अत्र इत्संज्ञा केन सूत्रेण भवति? अत्र प्रत्ययस्य आदौ शकारः अस्ति चेत् केन सूत्रेण इत्संज्ञा भवति? ओ लसक लसक हा लशक् पतदिते इति शकारस्य इत्संज्ञा भवति. अतः हा किम् अवशिष्यते? नु अवशिष्यते. हा नु अवशिष्यते. अधुना प्रत्ययः कः, कीदृशप्रत्ययः, नामकरणं किम्? सार्वधातुकप्रत्ययः. सत्यं, तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः, यतोहि षित् अस्ति अत्र खलु. आम् षित् अस्ति. षित् अस्ति चेत् सार्वधातुकप्रत्ययः अस्तु. सार्वधातुकप्रत्ययः अस्ति चेत् अत्र गुणकार्यं केन सूत्रेण सम्भवति? सार्वधातुक अर्धधातुकयोः. हा बहु समीचीनं. तदनन्तरं इक् वर्णः अन्तिम इक् वर्णः अस्ति चेत् सत्यं सत्यं. परन्तु अत्र भवति वा? न भवति. अपि अस्ति चेत् नित्वद् भवति. स्मृ स्मृ एव तिष्ठति. स्मृ योगः नु नु नो नु परिवर्तते नो योजयतु योजयितम् आम् किं भवति रूपं? स्मृ स्मृ स्मृणो स्मृ योगः नो योगः ति किं भवति? स्मृणोति. सत्यं, स्मृणोति. सम्यक्, समीचीनं. तत्र स्मृणोति णत्वमपि भवति, तत्र मध्ये नकारस्य णत्वं स्मृणोति इति रूपम्. अत्र सूत्रं जानाति वा कोऽपि? णत्वं कथं भवति? रसाभ्यां नोणः समानपदे इति सूत्रेण अत्र णत्वं भवति, अतः स्मृणोति. सर्वेषां कृते स्पष्टम् अस्ति वा? अत्र स्मृयोगः श्नुयोगः इति श्नु इति प्रत्यये तत्र शकारस्य इत्संज्ञा, अतः नु अवशिष्यते. स्मृयोगः नु योगः इति अत्र नु इति विकरणप्रत्ययः इति कृत्वा तत्र सार्वधातुकप्रत्ययः अस्ति, षित् अस्ति, अतः गुणकार्यं भवति. सार्वधातुकार्धातुकयोः इत्यस्य प्रसक्तिः अस्ति. परन्तु श्नु इति प्रत्ययः अपित् अस्ति, अतः निद्वत् भवति सार्वधातुकम् अपित् इत्यनेन. तदनन्तरं तत्र यद्यपि गुणकार्यस्य प्रसक्तिः परन्तु प्राप्तिः नास्ति, निति च इत्यनेन निषेधः, अतः तत्र गुणकार्यं न भवति. स्मृणोति तत्र णत्वमपि भवति नकारस्य रषाभ्यां नोणः समानपदे इत्यनेन, तर्हि स्मृणोति इति रूपं. भगिनि नु नो भवति इति कारणात् तत्र पुनः गुणकार्यमपि भवति. सत्यं, स्मृणु इति अस्ति, स्मृणु स्मृणुयोगः अस्ति, तत्र तिङ्प्रत्ययं निमित्तीकृत्य पुनः गुणः भवति सार्वधातुक अर्धधातुकयोः इत्यनेन, अतः स्मृणोति. हा सत्यम्, अवगतं खलु? स्मृणु इति अस्ति, तत्र तु तत्र नु इति प्रत्ययं निमित्तीकृत्य गुणनिषेधः, स्मृणु इति स्मृणुयोगः ति इति अस्ति. अत्र ति इति प्रत्ययः पित् अस्ति, अतः सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः, प्राप्तिः अपि अस्ति, यतोहि पित्त्वम् अस्ति तिप् इति प्रत्यये, अतः नु इत्यस्य उकारस्य ओकारः स्मृणोति इति रूपं, न तु स्मृणोति, स्मृणोति. द्विवचने स्मृणुतः हा भवती गृहपाठरूपेण चिन्तयतु. ओके ओके, अस्तु, अग्रे तत्र एकः संशयः अत्र तिप् प्रत्ययस्य पकार कारणात् नु बिकम्स् नो. सत्यं सत्यं. गीताञ्जलि भगिनी वदतु. भगिनी अत्र श्नु योगः तिप् अस्ति. श्नु प्रत्ययस्य षित् भवति. तत्र पित् नास्ति, किन्तु यदि अन्ये अग्रे प्रत्ययस्य पित् अस्ति चेत् तदनन्तरं द्वयोः मेलनेन कार्यं गुणकार्यं शक्नोति भगिनी. सत्यं सत्यं. तदनन्तरं इत्युक्ते अत्र क्रमेण चिन्तनीयम्. अत्र प्रथमतया तत्र श्नु प्रत्ययं निमित्तीकृत्य अङ्गकार्यं भवति. तर्हि तत्र अत्र तु गुणकार्यं गुणकार्यस्य निषेधः, अतः किमपि कार्यं नास्ति. अतः योजनं स्मृणु इति अस्ति, स्मृणु इति अस्ति. तदनन्तरं तिप् इति प्रत्ययः अस्ति. तर्हि तदनन्तरं तिप् इति भिन्नप्रत्ययः अस्ति खलु. तत्र तं निमित्तीकृत्य अपि किमपि कार्यं भवितुमर्हति. तत्र तिप् इति प्रत्ययः पुनः कीदृशः इति चेत् पित् अस्ति, अतः तत्र गुणकार्यं भवितुम् अर्हति. पुनः सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः, यतोहि नु इत्यस्य अन्ते उकारः इक्वर्णः अस्ति, अतः गुणकार्यस्य प्रसक्तिः अस्ति. प्राप्तिः अपि अस्ति, यतोहि पित्त्वमपि अस्ति, अतः गुणकार्यं भवति. न कोऽपि क्लेशः. अत्र अहम् अवगच्छामि किमर्थं नु नो भवति, किन्तु अहम् एवमेव पृच्छामि भगिनि, यदि तिप् नास्ति किन्तु ऐ डोण्ट् नो इमेजिनरि कित् किप् अस्ति चेत् तदनन्तरं पित् अस्ति, अन्ते पित् अस्ति, श्नु कारणेन षित् अस्ति, तदनन्तरं न न भवति न न एकक्षणं भगिनि. अत्र भ्रमजनात्मकम् अस्ति भवती यद् वदति. श्नु अस्ति, कित् अपि अस्ति. अत्र क्रमेण गन्तव्यं, नो चेत् भ्रमः भवति. क्रमेण गन्तव्यम्. अत्र श्नु प्रत्ययं प्रथमं समापयतु. श्नु प्रत्ययं योजयति चेत् अत्र पुनः अङ्गस्य निर्माणं भवति. स्मृयोगः णु इति अङ्गम् अस्ति, स्मृणु इति अङ्गम् अस्ति. स्मृणु इति अङ्गस्य अनन्तरं प्रत्ययः अस्ति, तिप् इति प्रत्ययः अस्ति. अत्र पित् तिप् इति प्रत्ययः नास्ति, अन्य कोऽपि प्रत्ययः अस्ति इति चिन्तयतु. यत्र पित्वं नास्ति. अतः भगिनी षित् षित् अपि पित् एकमेव एके प्रत्यय अस्ति चेत् एव गुणकार्यं भवितुमर्हति. सत्यं. षित् नो चेत् तत्र तिङ् प्रत्ययः अपि सार्वधातुकः खलु. अतः षित् पित् भवेत् इति नास्ति. सार्वधातुकप्रत्ययः भवेत्, पित्त्वं भवेत्. इट् हेस् टु हेपन् विदिन् वन् प्रत्यय. तदेव मम प्रश्नः. सत्यं सत्यम्. एकस्मिन्नेव प्रत्यये यदि सार्वधातुकप्रत्ययः अस्ति, षित् भवतु नो चेत् तिङ् भवतु, सारदातुकप्रत्ययः भवतु अपि च पित् भवतु, पित् भवेत् चेत् तत्र गुणकार्यं सम्भवति. स्पष्टं वा भवत्याः प्रश्नः? मया अवगतं वा? आं भगिनि. किं अहम् ऐ आस्क् बिकास् यदि शप् अस्ति चेत् तदनन्तरं तस्य गुणकार्यं तस्य पूर्वं स्थाने अस्ति, किन्तु अत्र द्वे पत्प्रत्यये अस्ति, शप् अपि च तिप् यदि भ्वादिगणे अस्ति चेत् तदनन्तरं द्वयोः कारणेन इति तु न धातोः एव गुणकार्यं भवति. अत्र विकरणप्रत्ययस्य गुणकार्यं तिप् करोति. सत्यं. विकरणप्रत्ययस्य गुणकार्यं करोति इति नास्ति, अङ्गस्य गुणकार्यं. नु इति योजयामः चेत् अङ्गं भवति. इदानीं विकरणप्रत्ययः किमपि नास्ति, अङ्गम्. अङ्गस्य अन्ते उकारः अस्ति, अतः गुणः. अधुना प्रत्ययमिति न पश्यामः. नु इति प्रत्ययमिति न पश्यामः, स्मृणु इति अङ्गं खलु. अवगतं वा? तदेव मम प्रश्नः इति मम प्रश्नः. धन्यवादः. स्थानी तत्र अङ्गस्य अन्ते इक् वर्णः अस्ति चेत् तदेव स्थानी. धन्यवादः भगिनि. अस्तु, तत्र रविकला भगिनी वदतु. किं प्रश्नः कः? आम् शोभा अस्मि. तत्र धातोः साक्षात् परस्य प्रत्ययः अङ्गस्य कार्यं कृते साहाय्यं करोति. मम अवगमनार्थं पृच्छामि, तत्र तत्र आ इति अपि न तिष्ठति, नु एव तिष्ठति, किन्तु तस्य प्रभावः अस्ति श इत्यस्य गुणः भवतु इति. किन्तु अपित् अस्ति इति कृत्वा न भवति अङ्गस्य कृते, अङ्गस्य इकः कृते. तस्य अङ्गं किं? स्मृ इत्यस्य अङ्गं प्रत्ययस्य पूर्वस्य धातुः सर्वम् अङ्गम् एव अङ्गस्य अन्ते अथवा अङ्गस्य उपधायां गुणः भवति. तत्र किमपि गुण गुणस्य अर्हः अस्ति चेत् तत्र ऋकारः तस्य गुणं भवितुम् अर्हति. किन्तु तत्र अपित् अस्ति इति कृत्वा न भवति. अधुना वयं स्मृ इति योजनं कुर्मः चेत् तत्र तत् सोपानं सम्पूर्णम्. अधुना स्मृ सत्यं स्मृ इति अग्रे नु इति अपि च ति. अधुना तत् शकारस्य प्रभावः अधुनापि अस्ति, अतः तिप् इत्यस्य प्रभावः अस्ति इत्युक्ते किं वक्तुमिच्छति? किमर्थं चेत् ति इति पित् अस्ति, पित् अधुना शकारस्य अपि पित् इत्यस्य निमित्तानि पूरितानि. किमर्थं तत्र गुणः यथा गीताञ्जलि भगिनी पृष्टवती, अङ्गस्य कृते गुणः न भवति, किन्तु स्मृ योगः नु योगः ति तत्र नु इत्यस्य गुणः भवति. नु इत्यस्य गुणः भवति इति न इति न वक्तव्यम्. नु इत्यस्य उकारस्य गुणः भवति, श्नु इति प्रत्ययस्य उकारस्य गुणः भवति इत्यथा न वक्तव्यम्. सार्वधातुक अर्धधातुकयोः इति सूत्रे किं वदति? अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः. तर्हि अङ्गं किम् अत्र? तिप् इति प्रत्ययस्य कृते अङ्गं किम्? तिप् इति प्रत्ययस्य कृते तत्र स्मृणु स्मृणु हा स्मृणु इति अङ्गम् अस्ति. स्मृणु इति अङ्गम् अस्ति हा. तत्र श्नु इति प्रत्ययः यद्यपि योजितः अस्ति, अधुना श्नु इति प्रत्ययम् इति न चिन्तयामः. तिप् एव अवगतं वा? न, अत्र अङ्गं स्मृणु इति अङ्गम् अङ्गस्य विषये चिन्तनं भवति. सार्वधातुक अर्धधातुकयोः इति कार्यम् अङ्गकार्यम् अस्ति, प्रत्ययस्य कार्यं नास्ति. अङ्गे इक् वर्णः अस्ति चेत् गुणकार्यं. यद्यपि अत्र श्नु इति प्रत्ययं योजयामः, अधुना स्मृणु इति अङ्गम् अस्ति, अङ्गस्य अन्ते इक् वर्णः अस्ति इति कृत्वा एव गुणकार्यं, न तु श्नु इति प्रत्ययः अस्ति. यद् श्नु इति प्रत्ययः षित् अपित् अस्ति इति कृत्वा तस्य प्रभावः न भवति वा इति चेत् तथा नास्ति. तस्य प्रभावः एकवारमेव, सः प्रभावः जातः. अस्तु, स्मृ इत्यस्य गुणकार्यं बाधितं, तदेव तत्र श्नु इत्यस्य लाभः, सः लाभः प्राप्तः. अधुना तत्र श्नु इति योजयामः चेत् तत्र स्मृणु इति अङ्गम् अस्ति, अत्र पुनः तत्र श्नु इति प्रत्ययस्य प्रभावः अस्ति वा इति तथा किमपि नास्ति. अधुना अङ्गम् अस्ति, अधुना श्नु इति प्रत्ययस्य चिन्तनमेव नास्ति, एकवारं जातम्. अधुना स्मृणु इति अङ्गम् इति स्वीकृत्य वयं पश्यामः, तस्य अनन्तरं कः प्रत्ययः इति दृष्ट्वा निर्णयं कुर्मः कार्यं भवति वा न वा इति. अतः तत्र गीताञ्जलि भगिनी अपि च शोभा भगिनी भवत्याः द्वयोः कृते अपि श्नु इति पृथक्तया न स्वीकृत्य न चिन्तनं न करणीयम्. अत्र सर्वदा गुणकार्यम् अङ्गे एव भवति, अतः प्रत्ययं योजयित्वा अङ्गं प्राप्नुमः. यदा अङ्गं प्राप्नुमः तदानीं तत्र श्नु प्रत्ययस्य स्वभावः किमपि नास्ति, तत्र अङ्गम् अस्ति अधुना. स्पष्टं वा? आम् आम् आं भगिनि. स्मृणु अङ्गे उपधायां ऋकारः अस्ति, तत् इकर्णः किल? न न, चिन्तयतु, उपधायां न न एकक्षणं न उपधायां कः वर्णः अस्ति? चिन्तयतु. सर्वे कृपया विचिन्त्य वदन्तु, लिखन्तु पुस्तके, लिखन्तु, लिखित्वा पश्यन्तु कः वर्णः अस्ति. अस्तु, रविकला भगिन्या उक्तवती एतावत्र अत्र अत्र कूज् इति धातुः अस्ति. कूज् धातुः भ्वादिगणीयधातुः, किं भवति इति वदतु. कूज् रविकला भगिनी अस्ति वा, गतवती वा? अस्तु, गीता भगिनी वदतु. भगिनि कूज् कूज् अस्ति चेत् उपधायां दीर्घ अस्ति, प्रसक्तिः नास्ति. कस्य प्रसक्तिः नास्ति? गुणकार्यस्य प्रसक्तिः एव नास्ति. न, तथा न वक्तव्यं. गुणकार्यस्य प्रसक्तिः अस्ति परन्तु प्राप्तिः नास्ति इति वक्तव्यम्. प्राप्तिः नास्ति किमर्थम् इति चेत् सार्वधातुक अर्धधातुकयोः इति सूत्रं किं वदति? इकः अङ्गस्य गुणः इति एव वदति खलु, न पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः अपि नास्ति. हा, प्रसक्तिः नास्ति, किमर्थं वदतु? दीर्घ उकारः अस्ति खलु. उपादायं दीर्घ उकारः अस्ति, अन्ते अपि ह्रस्व या दीर्घ इकः नास्ति. सत्यम्. अतः गुणकार्यस्य प्रसक्तिः नास्ति. हा, सम्पूर्णतया वक्तव्यं. गुणकार्यस्य प्रसक्तिः नास्ति इति एव वदति चेत् पर्याप्तं नास्ति खलु, किमर्थम् इति सर्वं वक्तव्यम्. अधुना समीचीनम्. प्रत्ययस्य कृते अपि वक्तव्यं भगिनि. प्रत्ययस्य कृते अपि वक्तव्यम् इत्युक्ते कूज् योगः शप् योगः इति, शप् इति कीदृशप्रत्ययः, किमर्थं गुणकार्यं भवितुम् अर्हति, किमर्थं न भवति, सर्वं वक्तव्यं. शप् प्रत्यय अस्ति चेत् सावधातुकम् इति सूत्रेण गुणकार्यं भवितुम् अर्हति. पित् अस्ति इत्युक्ते गुणकार्यं भवितुम् अर्हति, किन्तु अङ्गे गुणस्य प्रसक्तिः नास्ति. दीर्घ अस्ति उपादायां, धातु अङ्गे अपि इकः नास्ति, अतः गुणकारं न भवति. सत्यं, प्रसक्तिः एव नास्ति सूत्रस्य, केनापि सूत्रेण गुणकार्यं न भवितुमर्हति, प्रसक्तिः एव नास्ति. अतः रूपं किं? रूपं भवति शूच, कूजति इति रूपम्. अस्तु, समीचीनं. तर्हि अत्र अयं विषयः समाप्तः. सर्वे उक्तवन्तः खलु? अस्तु अस्तु, कोऽपि प्रश्नः वा? अत्र द्विवचने किं भवति इति सर्वं गृहपाठरूपेण चिन्तयन्तु, यतोहि अत्र अधिकं न वक्तुम् इच्छामि, यतोहि तत्र तस् इति प्रत्ययस्य विषये अधिकं वयं न चिन्तितवन्तः पूर्वम्. अतः गृहपाठरूपेण चिन्तयितुम् इच्छन्ति चेत् चिन्तयन्तु, नो चेत् अत्र स्थगयामः. हा, नमस्ते. हा, सत्यं, गृहपाठरूपेण चिन्तयतु भगिनि. विजयलक्ष्मी भगिनी, भवती तु सर्वं जानाति एव. अन्यप्रश्नः भगिनि, पृच्छतु. अस्मिन् विषये अत्र समास करपत्रे एकक्षणम् अहं स्थगयामि रेकार्डिङ्ग् एकक्षणम्.